गुरुब्रह्मा गुरुविष्णुगुरुदेवोम् ईश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र पृथक्त्वं भेदः तयोः मध्ये किं वैलक्षण्यम् इति वैलक्षण्यमस्ति न वा इति अपि तस्मिन् विषये तत्र संयोगस्य विषये बहु किमपि चर्चितम् अस्मिन् करपत्रे करपत्रस्य अन्तिम पुटे अथवा तस्मात् प्राक् पुटे वयं स्मः इति मन्ये अतः तत्र अस्मिन् वर्गे अथवा अग्रिमे वर्गे एतस्य पठनस्य समाप्तिः भवति तदनन्तरं वयं तत्र विद्याधर्यां पुनः पठितुं शक्नुमः तर्हि तत्र इदानीं तत्र किम् अस्ति तत्र अवयवानां विषयः इदानीम् अस्ति नाम तत्र वयं किञ्चित् पुनस्मरणार्थं वदामि नाम तत्र कुत्र संयोगः भवति अपि कुत्र संयोगः न भवति मूर्तद्रव्ययोः मध्ये इति अस्माकं मूलप्रश्नः अत्र वयं किम् उक्तवन्तः तत्र यत्र नाम पुस्तकम् अपि तत्र हस्तः तत्र हस्तपुस्तकयोः संयोगः जायते यतोहि नाम तत्र पुस्तकस्य आश्रयः भिन्नः हस्तस्य आश्रयः भिन्नः नाम पुस्तकं हस्तं विना स्थातुं शक्नोति अपि हस्तः पुस्तकं विनापि स्थातुं शक्नोति इति किन्तु तत्र यदि तत्र वयं कपालः अपि तत्र घटः कपालः अपि घटः इति उदाहरणं स्वीकुर्मः तत्र अपि तत्र कपालः घटस्य अवयवः एव नाम तत्र भिन्नः कपालः अपि तत्र भिन्नः घटः इति नास्ति एकः घटः अपि घटस्य एव अवयवः कपालः तादृशम् उदाहरणं स्वीकुर्मश्चेत् तत्र घटकपालयोः मध्ये संयोगः न भवितुम् अर्हति यतोहि तत्र यद्यपि कपालं घटं विहाय स्थातुं शक्नोति घटः कपालं विना न स्थातुं शक्नोति यतोहि कपालः घटस्य अवयवः अस्ति अतः तत्र यत्र तादृशी स्थितिः अस्ति तत्र संयोगः न भवितुम् अर्हति इति तत्र प्रश्नः उदेति तर्हि तत्र किमर्थं तत्र अस्य तत्र स्पष्टीकरणार्थं वयम् एतदपि उक्तवन्तः तत्र नाम यदि किमर्थम् अत्र संयोगः न भवति इत्युक्ते तत्र आशयः भिन्नः अपि इति प्रथमहस्त अपि पुस्तकयोः उदाहरणे वयम् उक्तवन्तः आश्रयः भिन्नः इति अत्र आश्रयः भिन्नः इति एव अस्ति खलु नाम तत्र घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका कपालिका अपि कपालः भिन्नः तर्हि तत्र आशयः भिन्नः किमर्थं संयोगः न जायते इति प्रश्ने सति वयम् अस्माकं चिन्तनम् एतदासीत् नाम तत्र अहं सत्यं कपालिका अपि कपालः भिन्नः किन्तु घटः कपाले अस्ति आश्रितः अस्ति पुनः कपालः कपालिकायाम् आश्रितः अस्ति अतः परम्परया घटः कपालिकायाम् आश्रितः अस्ति नाम कपालिका इति घटस्य आश्रयः अपि भवति कपालस्य आश्रयः अपि भवति साक्षात् कपालस्य आश्रयः अपि परम्परया घटस्य आश्रयः अतः अत्र घटकपालयोः उदाहरणे आश्रयः समानः अतः एव तत्र संयोगः न जायते इति अस्माकं चिन्तनम् आसीत् इदानीं तदनन्तरं तत्र नूतनप्रश्नः आगतः नाम यदि वयम् अवयवानां चिन्तनं कृत्वा अपि परम्परा आश्रयः इति अपि स्वीकुर्मश्चेत् तत्र सर्वेषां तत्र मूर्तद्रव्याणां तत्र अवयवः पुस्तकस्य अवयवः पुनः पुस्तकस्य अवयवानाम् अवयवः इति स्वीकुर्मश्चेत् चर्म अवयवाः ते तु परमाणवः, अतः परमाणवः सन्ति चेत् तत्र घटस्य परमाणवः अपि पटस्य अवयवभूतपरमाणवः तयोः मध्ये तु भेदः नास्ति खलु, तर्हि तत्र समानाशयः इति वक्तुं शक्नुमः खलु इति प्रश्नः आसीत्। समान अवयवाः सन्ति चेत् तत्र संयोगः न भवति, किन्तु आनुभविकः अस्ति तत्र घटपटयोः संयोगः, तर्हि समाधानं किम् इति इति आसीत्। तत्र समाधानं प्राप्तं, किन्तु केवलं तत्र भूमिका का इति मया एतावत् उक्ता तावदेव। तर्हि अस्मिन् विषये तत्र आरम्भतः अत्र यथा द्वाभ्याम् इति अस्ति तथा पठामः, किन्तु तत्र एकः अंशः तत्र स्पष्टतया जानीम्, एकः अंशः यदि अस्माभिः स्पष्टतया अवगतः चेत् तर्हि तत्र समीचीनं भवति। नाम अवयवसमूहः, केवलम् अवयवसमूहः इति अत्र पदमस्ति, तत्र अवयवसमूहः इति अत्र पदमस्ति, अत्र अवयवसमूहः इति पदमस्ति, तत् किम् इति यदि वयं जानीमः तत्र तर्हि सुलभं भवति। तत्र वृक्षः, वृक्षस्य अवयवाः के इति आरभ्य चिन्तनं कुर्मः, किन्तु तस्मात् प्राक् नूतनतया तत्र नरसिंह हेगडे महोदय नमस्कारः, नमस्ते महोदय, अपि चन्द्रमती भगिनी नमस्कारः, नमस्ते महोदय, नमस्कारः। अस्तु तर्हि पुष्पा भगिनी नमस्कारः, तर्हि तत्र अस्तु अस्तु भगिनि चिन्ता मास्तु, अस्तु भगिनि, तर्हि तत्र तत्र वृक्षः इति उदाहरणं स्वीकुर्मः, वृक्षस्य अवयवाः के? शोभा भगिनि, शाखाः महोदय, प्रथमं तु शाखाः, प्रथमस्तरे एव तावदेव तावत्पर्यन्तं पर्याप्तमस्ति। तर्हि तत्र वृक्षस्य अनेकाः शाखाः सन्ति, तर्हि तत्र शाखाः एव अवयवाः, किन्तु तत्र यदि वयं तत्र किम् आपणे अथवा अन्यत्र वयं द्रक्ष पश्यामः तत्र शाखाः, तत्र शाकस्य खण्डनं कुर्वन्ति खलु तत्र वुड् कटर् इति, ते शाकस्य खण्डनं कृत्वा तदनन्तरं तत्र अनेके शाखाः सन्ति, तत्र तस्य उपयोगः भवति इति कृत्वा तत्र अनेके तेषाम् उपयोगः भवति इति कृत्वा तत्र अनेके शाखाः, केवलं शाखाः किन्तु अनेकाः शाखाः तत्र अपि सन्ति। अत्र शाखानां समूहः वर्तते, किन्तु केवलं शाखाः अनेकसहस्रशाखाः सन्ति अथवा शतशाखाः सन्ति, शाखानां समूहः अपि वृक्षः भिन्नः खलु, नाम शाखानां समूहः अपि वृक्षः भिन्नः, यद्यपि वृक्षे अनेकाः शाखाः सन्ति किन्तु वृक्षः शाखानां समूह, केवलं शाखानां समूहः इति न वक्तुं शक्नुमः, शाखानां समूहः अस्ति किन्तु तस्य उपरि किञ्चित् अस्ति तत्र खलु वृक्षे, वृक्षे यतोहि वृक्षे तत्र केवलं शाखाः सन्ति इति न, किन्तु शाखानां संयोगः अपि जातः, संयोगेन एव तत्र एषः वृक्षः उत्पन्नः। आमाम्, यथा शरीरम् अपि च अवयवाः इति, शरीरावयवः अस्माकं शरीरं तत्र मनुष्यस्य शरीरं केवलम् अस्तु तत्र हस्तद्वयम् अस्ति पादद्वयम् अस्ति इति नास्ति खलु. शरीरम् इत्युक्ते तत्र अखण्डरूपेण तत्र किमपि अस्ति खलु, तत्र शरीरम् इति किमपि अस्ति, केवलं समूहः नास्ति. सत्यं. तत् अत्र घटः अपि घटस्य अवयवभूतसमूहः भिन्नः इति मनसि स्पष्टता भवति चेत् अग्रिमे परिच्छेदे सम्यक् सुलभतया तत्र अवगन्तुं शक्नुमः. अस्तु, तर्हि अवयवसमूहः नाम अवयवाः सन्ति किन्तु तयोः तत्र परस्पर सम्बन्धः न कोऽपि सम्बन्धः नास्ति. सम्बन्धः नास्ति, केवलम् अवयवाः एव अवयवाः एव सन्ति. आम् आम् इति तत्र वृक्षः इत्यस्य प्रसक्तिः एव नास्ति. वृक्ष इति प्रसक्तिः एव नास्ति. अतः समूहः भिन्नः, वृक्षः भिन्नः, शरीरस्य अवयवानां समूहः भिन्नः, साक्षात् शरीरं भिन्नः इति अस्ति. इति अस्ति चेत् तर्हि अग्रे सरामः. इदानीं प्रश्नः, घटस्य अन्तिम अवयवः नाम कपालः कपालिका इति परम्परया सूक्ष्मरूपेण गच्छामश्चेत् अन्तिम चरम अवयवाः तु परमाणवः, तथैव पटस्य अपि चरम अवयवाः परमाणवः. तर्हि तत्र अवयव तत्र घटः अपि केवलं तस्य अवयवसमूहः नास्ति, तत्र सहस्र अथवा शतकोटि परमाणवः सन्ति. घटस्य खण्डनं कृत्वा वयं सहस्र अथवा सहस्राधिकं परमाणवः प्राप्नुमः, परमाणु तत्र भवन्ति, किन्तु केवलं घटः तस्य समूहः इति नास्ति खलु. घटः भिन्नः अपि परमाणूनां समूहः भिन्नः भिन्नः. अतः तत्र इति मनसि भवेत्. अस्तु, इदानीम् अग्रे पठामः. तर्हि तत्र योगेन्द्रमहोदय तत्र यथा इति आरभ्य पठति वा. यथा उभाभ्यां परमाणुभ्याम् अन्यत् अतिरिक्तम् एव द्वयणुकम् उत्पद्यते. तत् द्वयणुकं केवलं परमाणुद्वयसमूहः अस्ति इति नास्ति. परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं भवति. द्वयणुकं नाम्ना न तु केवलं परमाणुद्वयसमूहः. बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इति अङ्गीकुर्वन्ति. घटः इति परमाणु अपेक्षया अतिरिक्तः नास्ति इति बौद्धानाम् अभिप्रायः. परमाणुपुञ्जः इति ते स्वीकुर्वन्ति. विलक्षणपरमाणुपुञ्जः एव घटः. घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति. कपालः इत्युक्ते परमाणुपुञ्जः, परमाणुसमूहः इति. घटः अपि तथैव विलक्षणपरमाणुपुञ्जः. अतिरिक्तं द्रव्यं नोत्पद्यते इति एतेषाम् अभिप्रायः. अवयवसमुदायः एव अवयवी, किन्तु न्यायशास्त्रे न तथा. परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं. कपालद्वयसंयोगेन तथैव पुनः अन्यत् एव द्रव्यम्. यथा उभाभ्यां परमाणुभ्याम् अन्यत् अतिरिक्तम् एव द्रव्यणुकम् उत्पद्यते. द्वयणुकम् उत्पद्यते. तर्हि तत्र परमाणुभ्याम् उभाभ्यां परमाणुभ्यां नाम कति परमाणवः सन्ति तत्र? बहवः परमाणवः परमाणुद्वयम् अत्र परमाणुद्वयं स्वीकृत्य द्वयणुकं भवति. द्वयणुके तत्र परमाणुद्वयम् अस्ति खलु. द्वयणुकम् उत्पद्यते तत्र परमाणुद्वयं स्वीकृत्य तत्र द्वयणुकस्य उत्पत्तिः भवति. तत्र द्वयणुकं केवलं परमाणुद्वयसमूहः इति नास्ति. सत्यं वा? द्वयणुकं नाम तत्र आरम्भे महोदय तत्र परमाणुः अस्ति, अन्यः परमाणुः अस्ति, एकः परमाणुः अस्ति, द्वितीयः परमाणुः अस्ति. एषः परमाणुद्वयं तत्र अस्ति. परमाणुद्वयमेव द्वयणुकं वा अथवा तत्र किमपि भूत्वा एव द्वयणुकस्य उत्पत्तिः किम्? द्वयोः संयोग भूत्वा परमाणुद्वयं द्वयणुकम् उत्पद्यते. यदा द्वयणुकम् उत्पद्यते तदा परमाणुद्वयं न तिष्ठति तेषां मेलनं तत्र संयोगः जातः तथा एव तत्र द्वयणुकं भवति इति भवति. अतः तत्र परमाणुद्वयम् अस्ति चेत् तत् परमाणुसमूहः नाम तर्हि परमाणुसमूहः भिन्नः, द्वयणुकं भिन्नं भिन्नं खलु. नाम द्वयणुकं परमाणुद्वयसमूहः नास्ति. नास्ति अग्रे नूतन अवयवः अस्ति इति प्रायः द्वयणुकम् इति नूतनद्रव्यं तत् पूर्वं नासीत् इदानीम् अस्ति. इदानीम् अस्ति नाम पूर्वं तत्र परमाणुद्वयसमूहः आसीत् संयोगात् प्राक्. परमाणुद्वयसमूहः आसीत् तत्र संयोगस्य संयोगात् प्राक् समूहः परमाणुद्वयसमूहः आसीत्. संयोगस्य अनन्तरं द्वयणुकम् इति एव अस्ति. द्वयणुकं भिन्नमस्ति, तत्र द्रव्यमस्ति अपि परमाणुद्वयसमूहः भिन्नः अस्ति. अथवा तत्र कपाल द्वयसंयोगेन घटः उत्पद्यते. यदि केवलं तत्र अहं कपालद्वयं स्वीकरोमि तद् भवति कपालद्वयसमूहः. किन्तु यावत्पर्यन्तं संयोगः न जायते तयोः मध्ये तावत्पर्यन्तं घटः इति तस्य नाम न भवितुम् अर्हति. घटः इति तत्र नास्ति. तथैव अत्रापि द्वयणुकम् इति भिन्नं द्रव्यं, परमाणुद्वयसमूहः इति भिन्नं द्रव्यम्. परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं भवति द्वयणुकं नाम्ना, न तु केवलं परमाणुद्वयसमूहः. परमाणुद्वयसंयोगेन नूतनं द्रव्यं भवति, तस्य नाम भवति द्वयणुकम्. परन्तु इदानीं न तु केवलं परमाणुद्वयसमूहः इति न तस्य नाम केवलं तस्य नाम इति द्वयणुकम् इति भिन्नं, द्वयणुकम् इति भिन्नं, परमाणुद्वयसमूहः इति नाम तत् न अर्हति खलु. यदि तस्य नाम अपि परमाणुद्वयसमूहः इति भवति तर्हि भेदः किम् इति प्रश्नः, भेदः कः इति प्रश्नः उदेति. परमाणुद्वयसमूहः, परमाणुद्वयमपि समूहः, द्वयणुकमपि समूहः, तर्हि तत् किं? परमाणुद्वयम् अपि द्वयाणकं समानं वा इति भवति, यदि समाननाम भवति खलु, समानं नाम भवति. अग्रे बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इति अङ्गीकुर्वन्ति. एतत् प्रमुख एषः प्रमुख अंशः नाम तत्र न्यायशास्त्रं न्यायशास्त्रे किं चिन्तनम् अपि बौद्धानां चिन्तनं किम् इति अत्र उक्तम्. बौद्धानां मते तु परमाणुद्वयसमूहः एव अवयवी इति ते स्वीकुर्वन्ति. नाम द्वयणुकम् इति अवयवी खलु अत्र, यतोहि द्वयणुकस्य अवयवाः तत्र परमाणुद्वयम् इति तस्य तत्र अवयवः भवति. तत्र द्वयणुकस्य अवयवद्वयमस्ति, प्रत्येकः अवयवः परमाणुः अस्ति, किन्तु द्वयणुकं तत्र परमाणुद्वयसमूहः नास्ति न्यायशास्त्रे. बौद्धाः तु ते वदन्ति न न, द्वयणुकम् इत्युक्ते तत्र परमाणुद्वयसमूहः एव, तत्र अन्यत् किमपि नास्ति इति तेषां चिन्तनम् अस्ति. घटः इति परमाणु अपेक्षया अतिरिक्तः नास्ति इति बौद्धानाम् अभिप्रायः. घटः इत्युक्ते परमाणु नाम समूहः इति एव ते चिन्तयति, अतिरिक्तः नास्ति इति न चिन्तयति ते. अतिरिक्तः नाम तत्र परमाणुसमूहः भिन्नः नास्ति, भिन्नः नास्ति इति तेषाम् अभिप्रायः. तत्र परमाणुसमूहः इति तत्र समूहः इति पदस्य पदं तस्य समानार्थकपदं ते स्वीकुर्वन्ति. तत्र अग्रिमे वाक्ये अस्ति, तदपि पठतु महोदय. परमाणुपुञ्जः इति ते पुञ्जः इति ते स्वीकुर्वन्ति. पुञ्जः नाम समूहः, कलेक्षन्. परमाणुपुञ्जः इति ते स्वीकुर्वन्ति नाम तेषां चिन्तनं तत्र सर्वमपि परमाणूनां पुञ्जः. घटः अपि परमाणूनां पुञ्जः, पुस्तकमपि परमाणूनां पुञ्जः, पटः अपि परमाणूनां परमाणुपुञ्जः इति तेषां चिन्तनम् अस्तु. समीचीनं महोदय, अग्रे अन्यकोपि पठेत. समीचीनं, यतोहि दीर्घः परिच्छेदः अस्ति. समीचीनं महोदय, धन्यवादः. अग्रे तर्हि विमला भगिनी अग्रे पठति वा महोदय? दशनिमिष अनन्तरं पठामि महोदय, क्षम्यतां. अस्तु अस्तु, चिन्ता चिन्ता नास्ति. अशोभा भगिनी अग्रे. आं महोदय, तर्हि परमाणुपुञ्जः इति ते स्वीकुर्वन्ति. विलक्षणपरमाणुपुञ्जः एव घटः. घटः इत्युक्ते पठामि वा अग्रे महोदय? घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति. कपालः इत्युक्ते परमाणुपुञ्जः, परमाणुसमूहः इति. घटः अपि तथैव विलक्षणपरमाणुपुञ्जः. अतिरिक्तं द्रव्यं नोत्पद्यते इत्येषाम् अभिप्रायः. अवयवसमुदायः एव अवयवी, किन्तु न्यायशास्त्रे न तथा. परमाणुद्वयसंयोगेन अन्यदेव द्रव्यं, कपालद्वयसंयोगेन तथैव पुनः अन्यदेव द्रव्यं. तर्हि इदानीं तत्र विषयः अस्ति परमाणुद्वयोः संयोगेन न्यायशास्त्रे तत्र द्रव्यं भवति इति. द्वयणुकम् इति नूतनद्रव्यं भवति संयोगेन, किन्तु तत्र बौद्धाः चिन्तयन्ति तथा नास्ति. द्वयोः परमाणु तत्र योः परमाणोः केवलं तत्र समूहः एव न तु द्रव्यं अन्यत् नास्ति इति समूहः एव तत्र अदि एव तदेव समूहः एव अवयवी इति ते स्वीकुर्वन्ति इति अस्ति पठितवन्तः अपि च तत्र घटः इति परमाणु अपेक्षया अतिरिक्तः नास्ति इति अभिप्रायः तेषाम् इत्युक्ते ते वदन्ति परमाणुपुञ्जः इति ते स्वीकुर्वन्ति तत्र संयोगस्य विषयः नास्ति तेषां चिन्तने अपि च अन्यनूतनद्रव्यम् आगच्छति तेन इति अपि नास्ति केवलं तत्र परमाणुपुञ्जः इति महोदय इति एव स्वीकुर्वन्ति नाम तत्र तेषां चिन्तनम् अस्ति घटः इति तत्र तेषां चिन्तनम् एतत् अस्ति न्यायशास्त्रे परमाणु इति नित्यपदार्थः खलु परमाणु इति नित्यपदार्थः न्यायशास्त्रे खलु नाम घटः घटः इति नित्यः नित्यपदार्थः नास्ति यतोहि तस्य तत्र आरम्भः अस्ति उत्पत्तिः इति अस्ति कारणम् इति अस्ति एतत् सर्वमस्ति किन्तु परमाणु इत्युक्ते तत्र तत्तु नित्यद्रव्यं नित्यपदार्थः तत्र बौद्धानां चिन्तनं किम् अस्ति तत्र ते अपि अङ्गीकुर्वन्ति आमां परमाणु इति नित्य इति नित्यः किन्तु केवलं सर्वं तत्र लोके केवलं सर्वं तत्र परमाणुसमूहः एव अस्ति इदानीं तत्र घटः इति दृश्यते किन्तु तत्र घटः इत्युक्ते परमाणुसमूहः केवलं घटः इति रूपेण दृश्यते किन्तु तत्र साक्षात् घटः नास्ति संयोगः न भवति इति न भवति इति तेषां चिन्तनम् अत्र अन्यत् अन्यरीत्या अपि चिन्तयितुं शक्नुमः नाम यदि वयं तत्र सङ्गणके अथवा तत्र दूरदर्शने तत्र पश्यामः तत्र पिक्सल्स् इति वदन्ति खलु तत्र पिक्सल् इति तत्र तस्य समूहेन किमपि चित्रं भवति तत्र घटः इति चित्रमपि भवति संयोगस्य आवश्यकता एव नास्ति नास्ति हा तत्र तत्र पिक्सल् इति तस्य समूहः एव घटः अथवा पिक्सल् इति समूहेन एव नूतनचित्रं किमपि वस्तु भवति तेषां चित्रं तथैव घटः वयं घटः इति चिन्तयामः किन्तु तत्र सर्वं पिक्सल् परमाणु इति एव अस्ति तत्र परस्परं भवति इति खलु महोदय इति तेषां चिन्तनं भगिनि महोदय तत्र पटस्य विषये तदेव भवति खलु तत्र साक्षात् पटः इति किमपि नास्ति केवलं तत्र तादृशं दृश्यते दृश्यते इति एव अतः तत्र तेषां चिन्तनम् अस्ति सर्वं पुञ्जः परमाणुपुञ्जः एव तत् सर्वं यत्किमपि दृश्यते तत्सर्वं परमाणुपुञ्जम् इति पुञ्जः इति अतः तत्र परमाणुपुञ्जः ततः सर्वं तत्र अनित्यः नाम विलक्षणपरमाणुपुञ्जः इदानीं घटरूपेण अस्ति एषः पुञ्जः तदनन्तरं कपाल इति रूपं प्राप्नोति तदनन्तरं पटम् इति रूपं प्राप्नोति तर्हि सर्वं विलक्षणपरमाणुपुञ्जः किन्तु तेषु क्षम्यतां वदतु महोदय न वदतु भगिनि न तेषाम् अभिप्राये तत्र घटस्य एव स्थले देशे अन्यत् किमपि द्रव्यमपि द्रष्टुं शक्नुमः इति तदेव समूहे अन्यत् किमपि अपि आगच्छ इत्युक्ते तत्र बहु भिन्नम् एव चिन्तनं तेषां चिन्तनं शास्त्रात् अतः बौद्धशास्त्रमतम् अनुसरामश्चेत् तत्र किं भवति घटस्य आश्रयः घटः इत्युक्ते अवयवसमूहः तर्हि परमाणुपुञ्जः पटः इत्युक्ते तदपि अवयवसमूहः तयोः संयोगः भवति यतोहि पुञ्जः पुञ्जः तदपि नूतनपुञ्जः. कपालः अपि घटः स्वीकरोतु, कपालः अपि पुञ्जः, परमाणुपुञ्जः, घटः अपि परमाणुपुञ्जः, संयोगः भवति इति तेषां. तर्हि तत्र तर्हि सर्वेषाम् आश्रयत्वं परमाणूनां परमाणौ अथवा परमाणुसमूहः, सर्वं परमाणुसमूहः, तर्हि तत्र संयोगहितविषय एव तत्र नागच्छति. आशय इति अपि नास्ति तर्हि. आशय अपि इति नास्ति. अवयवः, अवयवी, अवयवी भिन्नः, अवयव तत्र अवयवात् अवयवी भिन्नः इति नास्ति. अवयवी इत्युक्ते अवयवसमूहः इति तेषां चिन्तनं. किन्तु तर्हि तदेव यत् यत् इदानीं भवता उक्तं विलक्षणपरमाणुपुञ्जः एव घटः इति. इत्युक्ते केवलं तत्क्षणे घटम् इव दृश्यते, तत् तदनन्तरम् अन्यत् किमपि अपि भवितुम् अर्हति इति मम अवगमनं सम्यक् वा तत्र? तथैव अस्ति भगिनि. तत्र सर्वं सर्वं तत्र समूहः परमाणुपुञ्जः एव इदानीं घटरूपेण अस्ति, अतः विलक्षण. विलक्षण इत्युक्ते तत्र विशिष्टपरमाणुपुञ्जः. किन्तु अग्रिमक्षणे परमाणुपुञ्जः एव, किन्तु किञ्चित् भेदः जातः, किन्तु पुनः समूहः एव इदानीं पटरूपेण दृश्यते. इत्युक्ते परमाणवः सर्वदा पृथक्तया एव भवन्ति तेषु तेषां मते. अस्ति, संयोगः कदापि न जायते. अस्तु अस्तु. घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति तेषु तेषु चिन्तने. कपालः इत्युक्ते परमाणुपुञ्जः, परमाणुसमूहः इति इति. घटः अपि तथैव विलक्षणपरमाणुपुञ्जः इति इदानीं भवता उक्तम्. अतिरिक्तं द्रव्यं न उत्पद्यते इति येषाम् अभिप्रायः. तदपि इत्युक्ते अतिरिक्तं द्रव्यम् इत्युक्ते समूहम् अतिरिक्त्य अतिरिच्य अन्यत् किमपि द्रव्यं नास्ति इति तत्र तदेव उदाहरणे दत्तं. परमाणुद्वयं परमाणुद्वयसमूहः आसीत्, संयोगेन द्वयणुकम् इति द्रव्यं जातं. किन्तु तेषां चिन्तनं तत्र परमाणुद्वयसमूहः एव द्वयणुकं, तत्र द्वयणुकम् इत्युक्ते परमाणुद्वयसमूहः, अन्यत् किमपि नास्ति तेषां नास्ति इति. इत्युक्ते तेषां मते तत्र द्वयोः वा भवेत्, अनेकेषु अनेकयोः अनेकेन अनेकानां वा भवेत्, समूहः एव तावदेव इति. अवयवसमुदायः एव अवयवी. अस्तु, तर्हि तेषां मते अवयवसमुदायः एव अवयवी भवति इति. इत्युक्ते पूर्वं किमुक्तं तैः तत्र अवयवी इति तत्र पूर्वम् आगतः. बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इति स्वीकुर्वन्ति इति. तर्हि अवयवी इति स्वीकुर्वन्ति चेत् अवयवसमुदायः एव अवयवी इति भवति तेषां कृते इति. इत्युक्ते तत्र किं भवति महोदय? अवयव द्व नाम अत्र तत्र परमाणुद्वय समूहः एव अवयवी इति अङ्गीकुर्वन्ति. तत्र किमस्ति, तत्र अवयवी नाम द्वयणुकं, परमाणुद्वयसंयोगेन द्वयणुकं भवति. द्वयणुकम् अवयवी अस्ति खलु न्यायशास्त्रे. द्वयणुकम् अवयवी अस्ति, तस्य अवयवः परमाणुः. तत्र अवयव परमा तस्य अवयवद्वय अवयवद्वयमस्ति द्वयणुकस्य. एकः परमाणुः, अन्यः अपि परमाणुः. अत्र अवयवी इति द्वयणुकं. बौद्धाः किं चिन्तयन्ति? अवयवी नाम द्वयणुकम् इत्युक्ते परमाणुद्वयसमूहः. तत्र अवयवी स्वीकुर्वन्ति. नाम किन्तु इदानीं तत्र यत् वयं चिन्तयामः अवयवी इति नाम द्वयणुकम् इति यत् अस्माकं चिन्तनमस्ति ओ द्वयणुकम् इति वस्तु अस्ति ते वदन्ति अस्तु तत्तु परमाणुद्वयसमूहः तावदेव द्वयणुकं नाम अवयवसमुदायः इत्युक्ते अवयवसमुदायः एव अवयवी इति दत्तम् नाम अवयव इति किं स्वीकृतं तत्र सर्वं परमाणुः एव सर्वत्र अन्तिम अवयवः चरम अवयवः तत्र प्रत्येकसमुदायः एव अवयवे अस्तु हा नाम ते न चिन्तयन्ति घटः अस्ति घटः केन केन उत्पन्नः इत्युक्ते कपालद्वयसंयोगेन उत्पन्नः इति ते न चिन्तयन्ति ते चिन्तयन्ति अस्तु तत्र किं कपालः इति अस्ति वा अस्तु अस्तु कपालः अस्ति तत्तु किं परमाणूनां समुदायः कपालद्वयमस्ति वा अस्तु तत्र समुदायद्वयमस्ति मेलनेन घटः इति तदपि पुनः परमाणूनां समुदायः समूहः तावदेव इत्युक्ते महोदय तत्र परमाणवः हा परमाणवः सर्वत्र व्याप्ताः सन्ति तेषां समुदायः एव अवयवीरूपेण दृश्यन्ते इति लोके दृश्यन्ते लोके दृश्यन्ते लोके दृश्यन्ते अपि च ते नित्याः नित्यमपि नास्ति ते केवलं परमाणुः नित्य परमाणुः नित्यः अस्ति परमाणुः नित्य किन्तु समुदायः नित्यः नास्ति समुदायः नित्यः नास्ति तत्र समुदायेन यः अवयवी भवति तत् नित्यं नास्ति इति नित्यं नास्ति अपि अवयवी इति अपि ते न वदन्ति सर्वं समुदायः इत्येव तेषां चिन्तनम् बहुधनं चिन्तनं न्यायशास्त्रे वयं वदामः अस्तु तत्र द्वयणुकम् इति अवयवी तद्भिन्नम् अस्ति तत् केवलं परमाणुद्वयसमुदायः नास्ति किन्तु ते वदन्तु द्वयणुकं नाम किं परमाणुद्वयसमूहः समुदायः तावदेव आम् यतोहि तत्र न्यायशास्त्रे यदा परमाणु संयोगेन यत् भवति तत्तु तत्र अस्ति इति एव स्वीकृतं तत्र संयोगः इति संयोगः इति किमपि अस्ति तेन नूतन द्रव्यम् उत्पद्यते इति इति अस्माकं तत्र न्यायशास्त्रे चिन्तनं यावत्पर्यन्तं तस्य अभावः न भवति तावत्पर्यन्तं तत्र अस्ति इति एव स्वीक्रियते नाम तत्र चिन्तयतु तत्र यदि तत्र द्वयणुकं त्रयणुकम् एतत् सर्वं मालिक्यूल्स् इति चिन्तयतु परमाणु इति आटम्स् इति चिन्तयामः तत् प्रायशः सम्यक् नास्ति किन्तु केवलं मनसि चिन्तनार्थं तत्र अवगमनार्थं तत्र परमाणु इति आटम्स् इति चिन्तयतु तत्र द्वयणुकं नाम मालिक्यूल्स् ते चिन्तयन्ति मालिक्यूल् किम् अस्ति तत् ग्रूप् आफ् आटम्स् एव तावदेव किन्तु तत्र यदि तत्र लवणमस्ति चेत् लवणं किं तत्र परमाणुद्वयमस्ति सोडियम् सोडियम् अस्ति क्लोरैड् अस्ति तावदेव मेलनं किमपि नास्ति तत्सर्वं परमाणुसमुदायः एव इति समुदायः इति एव अन्यत् किमपि नास्ति सर्वं विलक्षणपरमाणुपुञ्जः यथा इति तेषां चिन्तनम् अतः सर्वम् अवयवसमुदायः परमाणुसमुदायः एव सर्वम् आम् किन्तु न्यायशास्त्रे तथा नास्ति न्यायशास्त्रे परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं भवति कपालद्वयसंयोगेन तथैव पुनः अन्यदेव द्रव्यं भवति इत्युक्ते कपालद्वयसंयोगेन घटः इति नूतनद्रव्यं भवति इति न्यायशास्त्रे चिन्तनम् इति चिन्तनं न तु समुदायः इति न तिष्ठति बहु कार्याणि भवन्ति तत्र तत्र परिवर्तनं भवति परमाणुसमुदायः परिवर्तनं भवति द्वयणुकम् इति भिन्नमेव तत्र संयोगः इति अस्ति आरम्भे आम् आरम्भे समानं परमाणवः सन्ति किन्तु तदनन्तरं भिन्नरीत्या एव अग्रे गच्छामः. बौद्धशास्त्रे तत्र परमाणुसमुदायः एव इति, न्यायशास्त्रे न तथा. तत्र संयोगः भवति द्वयोः अथवा अनेकानां, तेन अन्य नूतनद्रव्यस्य उत्पत्तिः भवति. अपि च तत् कथं भवति इति तत्सर्वं तस्य चिन्तनं विवरणं सर्वम् अस्ति तत्र. कार्यकारणभावः एतत् सर्वम् अस्ति, एतत् सर्वम् अस्ति. किन्तु तेषां चिन्तनं कार्यं कारणम् एतत् सर्वम् अस्ति, किन्तु तत्र नास्ति इति भाति. तत्रापि कार्यकारणभावः कार्यम् अस्ति, किन्तु ते चिन्तयन्ति भिन्नरीत्या अस्ति. वयं चिन्तयामः घटः, घटस्य उत्पत्तिः इदानीं जातः, तदनन्तरं दशदिनानाम् अनन्तरं घटः नष्टः. ते चिन्तयन्ति ओ घटः इति दृश्यते, इदानीं दृश्यते, किन्तु घटः नाम पुञ्जः, परमाणुपुञ्जः इदानीं दृश्यते, अग्रिमे क्षणे दृश्यते, तदनन्तरं न दृश्यते. प्रश्नः तत्र दृश्यमेव कार्यं खलु तेषां कृते. तत्र हा यद् दृश्यते तदेव नाम तत्र अन्यत् किमपि नास्ति. सर्वं तत्र परमाणुपुञ्जः एव तत्र तदेव अस्ति. अस्तु तावदेव तत्र. अतः अन्यत् किमपि लोके नास्ति इति. अस्तु, समीचीनमस्ति. धन्यवादः भगिनी. योगेन्द्रमहोदय धन्यवादः. हा अस्तु, तर्हि अग्रे सरामः. तर्हि अग्रे तत्र नीता भगिनी अग्रे पठति वा. तर्हि हा तर्हि यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इति किम्? अस्मिन् विषये चिन्तनं कर्तव्यं, तदा एव अग्रे पठनम्. वस्तुतस्तु यैः परमाणुभिः पटः निर्मीयते तैः घटनिर्मातुं न शक्यते इत्यपि न वाच्यम्. पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवति चेत् पुनः मूलेभ्यः एते सर्वेभ्यः पार्थिवपरमाणुभ्यः ईश्वरेच्छावशात् कालान्तरे तैः अपि परमाणुभिः घटः उत्पत्तुम् अर्हति. अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम्? तावत्पर्यन्तं भगिनि. तत्र विलक्षणपरमाणुपुञ्जः एव घटः, बौद्धानां मतं, न्यायशास्त्रे किं मतमस्ति तस्मिन् विषये पूर्वस्मिन् परिच्छेदे वयं पठितवन्तः. अनन्तरं प्रश्नः अस्ति, परमाणुभिः पटः निर्मीयते तथैव परमाणुभिः एव घटः निर्मीयते. अनन्तरं यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इति किम्? पटस्य निर्माणे ये परमाणवः उपयोजिताः तेषाम् एव उपयोजनं कृत्वा घटनिर्माणं भवितुम् अर्हति वा न वा, घटनिर्मातुं शक्यते वा न वा इति प्रश्नः. तस्य चिन्तनम् अग्रिमे दत्तमस्ति. अस्मिन् विषये चिन्तनं कर्तव्यं, तदा एव अग्रे पठनं. तर्हि निमेषद्वयं चिन्तयामः, चर्चयामः. तर्हि तत्र यैः परमाणुभिः पटः निर्मीयते तैः एव तत्र घटः निर्मातुं शक्यते किम्? वदामि वा तस्मिन् विषये चिन्तनं? न न, भवती किं चिन्तयति इति वदतु. अन्यपि तत्र मम चिन्तनम् एवमस्ति, चरमद्रव्यम् इति परमाणवः सर्वस्मिन् स्थले अस्ति. परन्तु घटविषये यदि चिन्तयामः चेत् तत्र घटत्वं यदस्ति तत् परमाणुचरमबिन्दवः अपि तस्मिन्नपि तत् घटत्वम् इति भवेत्, तथैव पटत्वम् अपि परमाणवः पटस्य परमाणवः चरमपरमाणवः चरमद्रव्यं परन्तु तस्मिन्नपि पटत्वम् इति मूलभूत यत् अस्ति तत् कथं पटत्वम् इति केरेक्टरिस्टिक् इति वदामः तत्तु एतदेव अतः यैः परमाणुभिः पटनिर्माणं जायते तैः परमाणुं परमाणवः स्वीकृत्य घटनिर्माणं कुर्मः इति न भवेत् इति मम चिन्ता अन्य कोऽपि किं चिन्तयन्ति अन्य कः वक्तुमिच्छति तत्र समीचीनं भगिनी हा तर्हि मृणालिनी भगिनी किमपि वक्तुम् इच्छति वा एकनिमिषम् इत्युक्ते आचार्य तत्र केवलम् एकत्रीकरणम् इति नास्ति समूह सत्यं सत्यं तत्र अस्ति जनानां समूहः अस्ति स्वातन्त्र्यदिने सञ्चालनं यदि वयं पश्यामः तत् भिन्नभिन्नरूपेण ते प्रदर्शीकरणं कुर्वन्ति परन्तु तत्र केवलं समूहः तत्र कोऽपि संयोगप्रक्रिया वा कोऽपि नास्ति इति तथैव अन्तर्भूताः अस्ति इति समीचीनं भगिनि अतः तत्र अस्मिन् विषये किञ्चित् चिन्तनम् आवश्यकमेव अस्ति तर्हि तत्र मृणाली भगिनी किं वक्तुम् इच्छति वा न श्रूयते भगिनि न उक्तवती नमस्कारः भगिनि नमस्कार तर्हि हा तर्हि सकल तत् अन्तिमपरमाणुपर्यन्तं यत् वयं खण्डं कुर्मः खलु चिन्तनमस्ति खलु परमाणुद्वयस्य अस्ति वा न न नाम पटः अस्ति पटस्य निर्माणं नाम परमाणुभिः कृतं निर्माणं परमाणुभिः कृतं खलु प्रश्नः अस्ति यैः परमाणुभिः पटः निर्मीयते तैः परमाणुभिः घटः निर्मीयते किम् इति अथवा निर्मातुं शक्यते किम् नाम पटस्य निर्माणे तु तत्र सहस्रकोटि परमाणवः सन्ति खलु हा हा केवलं तत्र द्वयम् इति शतम् इति किमपि नास्ति तत्र तत्र संख्या तु तत्र शतकोटि तादृशः तादृशी अस्ति तर्हि भवती किं चिन्तयति यैः पटस्य निर्माणं भवति तैः घटस्य निर्माणमपि भवितुम् अर्हति किम् आम् अहं चिन्तयामि यदि परमाणुरूपपर्यन्तं तस्य द्रव्यस्य यत् किं भावः अस्ति तत् न अवशिष्यते तर्हि केनापि परमाणुना किमपि अन्यत् निर्मातुं शक्यम् इति अहं चिन्तयामि नाम तत्र घटः अपि तत्र पार्थिवपदार्थः खलु पार्थिवं द्रव्यं घटः अपि पार्थिवद्रव्यं पटः अपि पार्थिवद्रव्यं नाम पटस्य यैः परमाणुभिः पटः निर्मीयते तैः तत्र सरोवरम् इति न निर्मातुं शक्नुमः खलु यतोहि तत्र सरोवरमिति तत्र जलीयपरमाणवः तत्र अत्र तु पार्थिवपरमाणवः खलु अत्र तर्हि तत्र पटः अपि पार्थिवपदार्थः घटः अपि पार्थिवपदार्थः तर्हि तत्र स्थितिः भिन्ना पटः अपि सरोवरमिति स्वीकुर्मः चेत् तत्र स्थितिः भिन्ना तर्हि प्रायः भवितुम् अर्हति इति भवती चिन्तयति खलु अत्र परन्तु तस्य गुणं परमाणु पर्यन्तं तस्य गुणं वर्तते घटस्य घट इति घटस्य गुणं नाम किं घटस्य गुणं नाम किं गुणम् अर्थात् रूपं वा अथवा किं तादृशं वा घटत्वमिति वा घटत्वमिति वा घटत्वं घटत्वम् इति तत्र जातिः न तु गुणः खलु जातिः हा जातिः सामान्यं सामान्यम् अस्ति खलु पार्टिकल् हेज़् सामान्यम् इति पद तर्हि यु केन् गो बेक् टु घटः बट् इफ् द पार्टिकल् हेज़् नथिङ्ग् लेफ्ट् आफ् द घट एस् अ क्वालिटि देन् मे बि यु कुड् गो टु सम् एनिथिङ्ग् एल्स् इति भगिनी तत्र अस्मिन् वर्गे तत्र वयम् आङ्ग्लभाषां न अवगच्छामः बट् ऐ डि नो अहम् एतत् कथं वदामि इति न किञ्चित् किञ्चित् हा किञ्चित् तर्हि तत्र किञ्चित् वदतु संस्कृतभाषया किञ्चित् वदतु हा किञ्चित् अवगच्छामि किन्तु हा तर्हि घटत्वम् इति हा घटत्वम् इति जातिः न अवशिष्यते तर्हि तस्मात् अन्यत्रापि द्रव्यं निर्मातुं शक्यम् इति मम चिन्तनम् अस्तु अस्तु समीचीनं हा तदपि मुख्य अंशः अस्तु हा समीचीनं भगिनि धन्यवादः अस्तु विमला भगिनी भवती किञ्चित् आं महोदय प्रथममेव उक्तं किल परमाणु सर्वे विशेषाः परन्तु ईश्वरेच्छया किमपि कर्तुं तेषां किमपि भवितुम् अर्हति इति तर्हि घटनिर्माणकपरमाणवः ईश्वरेच्छया पटनिर्माणकपरमाणुः अपि भवितुम् अर्हन्ति इति भाति सत्यं भगिनि तदपि अस्ति समीचीनं चिन्तनम् अस्तु अन्य तत्र नरसिंहगिरि महोदय भवान् किं चिन्तयति आं महोदय तत्र विशेषः इति किमपि अस्ति तत्र परमाणुमध्ये अतः तत्र घटपरमाणुमध्ये विशेषः अस्ति नाम एषः परमाणुः अन्यस्मात् तत्र भिन्नः इति तावदेव तत् तत् अतः विशेषः तु अस्ति किन्तु तेन तत्र किं प्रमुखनिमित्तमस्ति यथा भगिनी इदानीम् उक्तवती ईश्वरेच्छा एव महोदय पुनः ईश्वरेच्छावशत् एव भवति इति यथा भगिनी उक्तवती इदानीम् अस्तु अस्तु अस्तु अस्तु समीचीनं धन्यवादः अस्तु योगेन्द्रमहोदय अथवा अन्य कोऽपि किमपि वक्तुं धन्यवादः अन्य कोऽपि वक्तुम् इच्छति वा तत्र वदतु महोदय परमाणवः तु सर्वे समानाः एव इति चिन्तयामि इलेक्ट्रोन् प्रोटोन् प्रायः सन्ति तत्र परन्तु नाम महोदय परमाणु इति तत्र भेदः तु वर्तते नाम पार्थिवपरमाणवः भिन्नः जलीयपरमाणवः भिन्नः जलस्य सः भेदः वर्तते खलु किन्तु केवलम् एषः भेदः वर्तते केवलम् एषः एव भेदः नाम पार्थिवपरमाणु जलीयपरमाणु वायवीयपरमाणु इति भेदः अस्ति तावदेव किन्तु पटस्य निर्माणे तत्र पार्थिवपरमाणवः निर्माणमपि पार्थिवपरमाणवः तत्र तु किमपि भेदः नास्ति तर्हि चिन्तयामि भवान् चिन्तयति अस्तु यैः परमाणुभिः पटः निर्मीयते तैः घटस्य घटः अपि निर्माणं शक्नोति भवति इति अस्तु समीचीनं अस्तु शोभा भगिनी धन्यवादः महोदय शोभा भगिनी तदेव तत्र न ज्ञातं वयं महोदय तत्र पूर्वमेव जलीयपरमाणवः वायुवः परमाणवः इति न्यायशास्त्रे स्वीकृतं चेत् तर्हि विषयः भिन्नः भवति नो चेत् मूलरूपे परमाणवः समानः अत्र प्रश्नः तु केवलं पटः अपि घटः तयोः मध्ये एव अत्र पार्थिव तर्हि आरम्भे तर्हि द्वे अपि द्वौ अपि पार्थिवपरमाणौ एव स्तः चेत् तर्हि अग्रे गत्वा कथं तत्र पटत्वं घटत्वम् इति आनेतव्यं भवति तेषु, किन्तु आरम्भे द्वयोः अपि परमाणुः इति पार्थिवपरमाणुः इति एव स्थितिः भवति, तेन निर्मातुं नाम तत्र निर्माणसमये निर्माणं भवति, समूहः केवलं तत्र परमाणुसमूहः नास्ति, तर्हि तत्र प्रक्रिया अस्ति, प्रक्रियया पटः उत्पद्यते, किन्तु प्रश्नः अस्ति, अस्तु प्रक्रिया अत्र आसीत् तर्हि तत्र तया तत्र पटस्य निर्माणम् अभवत्, किन्तु सः एव परमाणुसमूहः यः अस्ति तं समुदाय समूहं स्वीकृत्य घटस्य निर्माणमपि कर्तुं शक्यते किम् इति प्रश्नः। तत्र यत् वयं पठितवन्तः महोदय, यदा परमाणुद्वयसंयोगः भवति अन्यत् एव द्रव्यं भवति इति, सत्यं सत्यं द्रव्यमेव भवति नाम, किन्तु प्रश्नः नूतनद्रव्यं भवति इति अस्ति, नूतनद्रव्यमेव अस्ति, तत्तु समीचीनं, किन्तु ये तत्र प्रक्रिया पटस्य तत्र सहस्र चिन्तयामः, तत्र पटस्य सहस्रपरमाणवः सन्ति इति चिन्तयामः, केवलं तत्र सहस्रपरमाणवः सन्ति, पार्थिवपरमाणवः सन्ति, तयोः परस्परं संयोगेन पटस्य निर्माणम् अभवत्। इदानीं प्रश्नः अस्तु, अत्र विशिष्टसंयोगः जातः, तेन तत्र पटस्य निर्माणम् अभवत्, किन्तु यदि केवलं परमाणुसहस्रपरमाणवः आरम्भे ये आसन् तान् स्वीकृत्य अन्यया प्रक्रियया घटस्य निर्माणमपि कर्तुं शक्यते वा इति प्रश्नः। शक्यते इति भासते महोदय, यतोहि अन्या प्रक्रियया इति उक्तवान्, तर्हि द्वयोः नाम तत्र प्रक्रियया भवति न वा इति एव प्रश्नः, तावदेव नाम शक्यते न वा, इदानीं तत्र पटस्य पुनः तत्र परिवर्तनं कृत्वा घटः इति नास्ति, आरम्भे एकेन मार्गेण पटस्य निर्माणं जातम्, अन्येन मार्गेण घटस्य निर्माणमपि भवति न वा इति प्रश्नः, तावदेव भवति इति भासते भवति नाम यथा तत्र वयं तत्र किं तत्र समुदायं स्वीकृत्य एव प्रतिदिनं गृहे नूतनपदार्थानां तत्र निर्माणं भवति खलु, तत्र ओदनं स्वीकृत्य लवणं स्वीकृत्य एतत् सर्वं स्वीकृत्य प्रतिदिनं नूतनप्रक्रियया नूतनानि द्रव्याणि निर्मीयन् भवन्ति, तादृशी स्थितिः अत्र अपि अस्ति वा इति प्रश्नः। अस्तु, यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं शक्यते किम् इत्युक्ते, तत्र तत्र परमाणुसमूहः इति आरम्भः अभवत् अस्माकं पठने, तत्र द्वयोः तत्र आरम्भः तत्र भवति इति वदामः चेत्, तत्र अग्रे गत्वा तेन कार्येण अन्यानि द्रव्याणि अपि भवन्ति इति अनुमानं कर्तुं शक्नुमः इति मन्ये इति, अतः तत् समीचीनं वा न वा इति, अतः एव तत्र किञ्चित् चिन्तनं कृतं, तर्हि समीचीनमस्ति, अग्रे पठामः। इदानीं तत्र मनसि सर्वं सर्वे उक्तवन्तः, तर्हि मनसि किञ्चित् चित्रमस्ति, अस्तु विषयः एषः, प्रश्नः एषः इति, इदानीम् अग्रे पठामः। तर्हि इदानीं नीता भगिनी अग्रे पठतु। क्षम्यताम्, एकनिमिषः। वस्तुतस्तु यैः परमाणुभिः पटः निर्मीयते तैः घटनिर्मातुं भगिनी भगिनी तत्र सम्यक् न श्रूयते, तत्र एकनिमिषम् एक इदानीं श्रूयते इदानीं समीचीनं वस्तुतस्तु यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इत्यपि न वाच्यम् तत् न उक्तमस्ति इति यैः परमाणुभिः पटस्य निर्माणं जातं तैः परमाणुभिः घटनिर्माणं न शक्यते इति न उक्तमस्ति न वाच्यं न वक्तव्यम् इति न वक्तव्यं नाम घटः निर्मातुं न शक्यते इति न वक्तुं शक्नुमः इति शक्यते तद् भवितुम् अर्हति इति द्विवारं नकारात्मक सत्यं शक्यते इति मतं पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवन्ति चेत् पुनः मूलेभ्यः एते सर्वे नाम पटस्य खण्डनं कृत्वा तत्र पटस्य खण्डद्वयं पुनः प्रत्येकखण्डस्य पुनः खण्डः भवति चेत् तत्र वयं परमाणुपर्यन्तं नाशः नाम केवलं परमाणुसमुदायः एव तिष्ठति चरम परमाणु इति अवयवाः तिष्ठन् चरम अवयवः पुनः मूलेभ्यः एते सर्वेभ्यः पार्थिवपरमाणुभ्यः ईश्वरेच्छावशात् कालान्तरे तैः अपि परमाणुभिः घटः उत्पत्तुम् अर्हति इति तत्र ईश्वरेच्छा तर्हि अग्रे किम् इदानीं किम् उक्तम् इदानीम् इति उक्तं पटस्य अवयवानां परमाणुपर्यन्तं तत् चरम अवयवः परमाणु इति स्वीकृत्य तत् मूल अवयवः मूलचरमपरमाणुः तेभ्यः पार्थिवपरमाणुभ्यः ईश्वरेच्छा अनुसारेण ईश्वरेच्छायाः अनुसारणं कृत्वा अनन्तरं घटः अपि घटस्य उत्पत्तिः अपि भवितुम् अर्हति इति उक्तम् अत्र नाम घटस्य उत्पत्तिः अपि भवितुम् अर्हति नाम यैः परमाणुभिः पटः निर्मीयते तैः घटः अपि निर्मातुं शक्यते किन्तु तत्र इति इदानीम् उक्तं खलु अत्र घटः ईश्वरेच्छा आवश्यकं ईश्वरेच्छा तर्हि तत्र वयं तत्र भेदः नाम घटः भवति इति घटस्य निर्माणं भवति इति न उक्तं घटः निर्मातुं शक्यते न वा इति एव नाम भवितुम् अर्हति भवति भेदः भवति नाम सत्यं भवितुम् अर्हति तत्र सम्भावना अस्ति सम्भावना अस्ति इदानीं नास्ति किन्तु सम्भावना अस्ति तथैव अत्रापि शक्यते सम्भावना अस्ति ईश्वरेच्छया तदपि भवितुम् अर्हति परमाणुभिः घटः अपि निर्मातुं शक्यते अतः अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम् अस्ति चेत् परम्परया घटपटयो द्वयोः मध्ये अयुतसिद्धत्वं भवितुम् अर्हति वा इति नाम अयुतसिद्धत्वम् अस्ति चेत् तत्र संयोगः न भवति तर्हि तत्र घटपटयोः किं संयोगः भवति न भवति इति प्रश्नः इति प्रश्नः यतोहि आशयः परम्परया आशयः समानः इदानीम् इति अस्ति तर्हि तत्र प्रायशः किञ्चित् वक्तव्यं नाम तत्र घटस्य निर्माणे ये परमाणवः आगताः अथवा सन्ति परमाणुस्तरे तत्र घटत्वम् इति न्यायशास्त्रे नास्ति, नाम तत्र घटत्वम् इति परमाणुस्तरे तत्र न दृश्यते. घटत्वम् इति जातिः केवलं घटे अस्ति. हा, किन्तु नाम उदाहरणार्थं तत्र कपालद्वयसंयोगेन घटस्य निर्माणं भवति खलु. कपालद्वयं स्वीकृत्य घटं भवति. इदानीं तत्र ये परमाणवः घटे सन्ति ते तु कपाले आसन् खलु. पूर्वं कपालद्वयमस्ति, कपाले अपि तत्र परमाणवः सन्ति. एते परमाणवः एव तत्र, यदि तत्र घटस्य निर्माणं भवति, एते परमाणवः एव तत्र अपि सन्ति, यतोहि परमाणु तु नित्यमस्ति. कपालद्वयसंयोगेन घटः जातः, किन्तु ये परमाणवः कपाले सन्ति ते एव घटे अपि सन्ति खलु. घटे नूतनपरमाणुः अस्ति इति नास्ति खलु. घटे घटे ये परमाणवः सन्ति ते एव कपाले आसन्, कपाले ये परमाणवः आसन् ते एव घटे अपि सन्ति इदानीम्. इत्युक्ते किन्तु यदि वयं चिन्तयामः कपालस्य निर्माणे तत्र परमाणवः एते परमाणाः परमाणवः घटस्य कपालस्य निर्माणे आसन् इति चिन्तयामः, तत्र कपाले कपालत्वम् इति जातिः अस्ति, तर्हि तत्र अस्मिन् तत्र परमाणौ घटत्वम् इति अस्ति, कपालत्वम् इति अस्ति, कपालिकात्वम् इति तत्र अनेकाः जातयः भवेयुः खलु. किन्तु तादृशी नास्ति खलु. तर्हि अत्र परमाणुस्तरे तत्र घटत्वम् अथवा तत्र पुस्तकत्वम् एतत् सर्वं न इति न दृश्यते, न नास्ति एव तत्र. इत्युक्ते मम मतानुसारेण यत् अस्ति चरम अवयवाः परमाणुः ते अपि घटत्वसहित वा पटत्वसहितः इति सन्ति, तत् न योग्यम् इति. हा, तत्र तादृशं किन्तु किन्तु चिन्तनं किन्तु किन्तु तादृशः प्रश्नः मनसि भवेत्, यतोहि तत्र घटत्वं घटे, नो चेत् तत्र जलीयपरमाणवः पार्थिवपरमाणवः तत्र तु भेदः वर्तते खलु. तादृशः भेदः घट अपि पटस्तरे अपि भवेत् इति प्रश्नः तु सम्यक् एव भगिनी. हा, नाम सर्वे परमाणवः समानाः न सन्ति, भेदः वर्तते, पार्थिवपरमाणवः भिन्नः, जलीयपरमाणवः भिन्नः, किन्तु घटे निर्माणे ये परमाणवः सन्ति ते सर्वे पार्थिवपरमाणवः, पटस्य निर्माणे अपि सर्वे पार्थिवपरमाणवः एव. तर्हि अत्र प्रश्ने यैः परमाणुभिः पटः निर्मीयते तैः सरोवरं निर्मातुं शक्यते किम् इत्युक्ते न, न, यतोहि सरोवरस्य निर्माणे जलीयपरमाणवः आवश्यकाः. अत्र अत्र द्रव्य नाम पृथ्वी, जलं, वायुः, तत्र तेजः, तत्र भेदः वर्तते, किन्तु घटः पटः तस्मिन् स्तरे भेदः नास्ति. नाम घटः पटस्तरे भेदः अस्ति, किन्तु घटत्वं पटत्वम् इति तत्र परमाणुस्तरे न तिष्ठति, नास्ति इति नास्ति. किन्तु तादृशं चिन्तनम् आवश्यकं, तदा एव अवगमनं सम्यक् भवति. हा, प्रश्नः भवेत् तदनन्तरम् उत्तरस्य प्राप्तिः भवति चेत् अवगमनम् अवगमनस्य वर्धनं भवतु. अस्तु, तर्हि इदानीं तत्र परम्परया घटस्यापि अवयवाः परमाणुपार्थिवपरमाणवः, पटस्य अपि अवयवाः पार्थिवपरमाणवः, तर्हि तत्र घटपटयोः अयुतसिद्धत्वं भवति किम् इति प्रश्नः. अस्तु, धन्यवादः भगिना, धन्यवादः भगिनी. अग्रे सरामः. तर्हि तत्र विमला भगिनी अग्रे पठति वा. आं महोदय. एकस्मिन् एव समये कुत्र अस्ति एकस्मिन् एव समये समानैः परमाणु घटः अपि पटः अपि निर्मातुं न शक्यते तस्मात् द्वयोः ऐतसिद्धत्वं न भवति अनेन घटपटयोः ऐतसिद्धत्वं नास्ति कालान्तरे तैरेव परमाणुभिः घटः उत्पद्यते चेदपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च ऐतसिद्धत्वं प्रथमवाक्यं एकस्मिन्नेव समये समान अच्छा अस्तु वस्तुतः कुत्र अस्ति एकस्मिन्नेव समये समानैः परमाणुभिः घटः अपि पटः अपि निर्मातुं न शक्यते तस्मात् द्वयोः अयुतसिद्धत्वं न भवति अनेन घटपटयोः अयुतसिद्धत्वं नास्ति कालान्तरे परमाणुभिः घटः उत्पद्यते चेदपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च युतसिद्धत्वम् अस्ति अवश्यम् तस्मिन् काले अमुकाः परमाणवः पटारम्भकाः तस्मिन्नेव काले ते परमाणवः घटारम्भकाः न भवितुम् अर्हन्ति तर्हि एकस्मिन्नेव समये घटः अपि पटः अपि एक समानपरमाणुभिः न निर्मीयते खलु नाम पटनिर्माणे ये परमाणवः आसन् तैः घटस्य निर्माणं कर्तुं शक्यते किन्तु एकस्मिन् समये पटस्य अपि घटस्य द्वयोः अपि तत्र निर्माणं न भवितुं न कर्तुं शक्नुमः कालान्तरे तैः बहुकालानन्तरम् अथवा किञ्चित् कालान्तरं तैः एव परमाणु तत्र पटस्य नाशानन्तरमेव घटस्य निर्माणं भवितुम् अर्हति पूर्वकालिक पटस्य परमाणुभिः इदानीन्तनघटम् उत्पादितुं शक्नुमः इति तेन कारणे तत्र युतसिद्धत्वं दर्शितम् यस्मिन् पूर्वं तत्र प्रश्नः आसीत् तत्र पूर्वं ये अस्ति घटारम्भकपरमाणवः आसन् तैः अद्य घटारम्भकपरमाणुरूपं साध्यमिति असत्यं किन्तु साध्यं किन्तु एकस्मिन् तत्र पूर्वम् आसीत् भवति कालान्तरे भवति इति कृत्वा तयोः आश्रयः भिन्नः स्यात् इत्युक्ते आश्रयः अपि आवश्यकः नास्ति नाम यदि वयम् अस्माकं प्रश्नः अस्ति घटपटयोः अयुतसिद्धत्वं भवति किम् इति अयुतसिद्धत्वम् इति प्रश्नः भवति न वा इति प्रश्नः कदा उदेति नाम तत्र यदि दशवर्षेभ्यः तत्र पूर्वं दशवर्षेभ्यः क्षम्यतां तत्र द्वयोः निर्माणस्य समये कालः अतीतः तर्हि तयोः संयोगः भवितुं न अर्हति नाम ह्यः पटः अस्ति पटः आसीत् ह्यः अपि श्वः घटः अस्ति चेत् एकस्मिन् समये पदार्थद्वयमपि भवति चेदेव तयोः संयोगः भवति न वा इति प्रश्नः उदेति खलु किन्तु एकस्मिन् समये तत्र पटः घटः नास्ति चेत् तत्र युतसिद्धत्वम् अयुतसिद्धत्वं प्रश्नः एव न उदेति अतः तत्र संयोगः भवति न वा न भवति यतोहि तत्र द्रव्यद्वयम् एकस्मिन् समये नास्ति एकमेव द्रव्यम् अस्ति एकस्मिन् समये एकम् एकं द्रव्यमस्ति, अन्यस्मिन् समये अन्यत् द्रव्यम् अस्ति, तर्हि तेषां संयोगः वा समयः वा किमपि किमपि सम्बन्धः भवितुं नार्हति, भवति न अर्हति. अतः इति समाधानम्. अतः तत्र अयुतसिद्धत्वं भवति किं न भवति, न भवति. अतः आश्रयरूपेण स्वीकुर्मश्चेदपि तत्र समान आश्रयः इति स्वीकुर्मश्चेदपि तत्र घटस्य निर्माणसमये पटः नास्ति, यावत्पर्यन्तं पटः आसीत् तावत्पर्यन्तं घटस्य उत्पत्तिः न भवति. तर्हि न बुधेति, प्रश्नः एव न बुधेति इति अस्ति. अस्तु, तर्हि अग्रे सरामः. धन्यवादः भगिनि. अग्रे तत्र तर्हि तत्र चन्द्रमति भगिनी अग्रे पठति वा? इदानीम् इति इदानीम् अस्माकं पुरतः यः खडः पडः च स्तः तौ द्वौ पृथक् सिद्धौ प्रत्यक्षेण. अतः इदानीं ये अस्य खडस्य आरम्भः परमाणवः वर्तन्ते ते इदानीं दृश्यमानस्य पटस्य आरम्भाः न आरम्भकाः न भवन्ति एव. उभयत्र पार्थक्यम् इति अनुभवसिद्धम्. इदानीम् अस्माकं पुरतः यः खडः पडः च स्तौ सः तौ द्वौ पृथक् सिद्धौ प्रत्यक्षेण भवति. पडः खडः इति वयं पश्यामः तत् पृथक् पृथक् परमाणवः इति इदानीं प्रत्यक्षे भवन् नाम परमाणु इति विषयः नास्ति. प्रथमवाक्ये घटः पृथक् अस्ति, पटः पृथक् अस्ति, खलु? द्रव्यं घटम् इति एकम् अस्ति, पटः इति अन्यत् अस्ति. घटः पटात् तत्र घटः पटः पृथक् पृथक् पृथक् अस्ति, पृथक् अस्ति इति प्रत्यक्षरूपेण वयं जानीमः. तत्र ज्ञानमस्ति तस्य अनुभवः भवति. इदानीं ये अस्य खडस्य आरम्भ परमाणवः वर्तन्ते ते इदानीं दृश्यमानस्य पटस्य आरम्भाः न भवन्ति एव. आरम्भकाः पटस्य आरम्भ परमाणवः इदानीं दृश्यमानस्य पटस्य आरम्भाः परमाणवः नास्ति, न सन्ति. आरम्भकाः न सन्ति, न भवन्ति. उभयत्र पार्थक्यम् इति अनुभवसिद्धं. पार्थक्यम् इत्युक्ते पार्थिव परमाणवः. पार्थक्यं नाम पृथ्वी इति तस्य भावः, नाम परमाणु ये परमाणवः घटे सन्ति ते तत्र पार्थिवपरमाणवः सन्ति. पार्थिवपरमाणवः इति गुणः, तदेव पार्थिव गुणः नास्ति, किन्तु पार्थिवपरमाणः इति तत्र तत्र तत्र वयं दृष्टवन्तः खलु, तत्र जलस्य परमाणवः भिन्नः, पृथ्व्याः परमाणवः भिन्नः, पृथिव्याः परमाणवः तत्र तैः तत्र घटः पुस्तकम् एतादृशं कर्तुं तत्र शक्नुमः, निर्मातुं शक्नुमः, किन्तु तत्र जलीयपरमाणुः अस्ति चेत् अथवा परमाणवः सन्ति चेत् तैः तत्र पुस्तकमिति निर्मातुं न शक्नुमः, खलु? अतः तादृशभेदः भेदः वर्तते. किन्तु अत्र तु घटस्य आरम्भकपरमाणवः ये वर्तन्ते ते अपि पार्थिवपरमाणवः, पटस्य अपि आरम्भकाः पार्थिवपरमाणवः एव. किन्तु ये आरम्भकाः परमाणवः घटे वर्तन्ते पटस्य आरम्भकाः न भवन्ति खलु, यतोहि ये परमाणवः घटे सन् घटस्य आरम्भकपरमाणवः सन्ति ये सन्ति तस्य नाशानन्तरमेव अनन्तरं पटस्य अतः तत्र घटस्य आरम्भकपरमाणवः भिन्नाः, पटस्य आरम्भकः परमाणवः भिन्नाः, यतोहि घटः अपि दृश्यते, घटः अपि अस्ति, पटः अपि अस्ति, अतः आरम्भकः घटारम्भकपरमाणवः पटारम्भकपरमाणवः भिन्नाः भिन्नाः इति अस्ति, यद्यपि सर्वेषु पार्थक्यम् इति तु अस्ति, पार्थक्यम् इति सर्वेषु परमाणुषु अनुभवेन वयं जानीमः तत्र अस्ति इति अस्ति तेषु सर्वेषु परमाणुषु पठ्यम् इति तु पार्थक्यम् इति तु अस्ति. अस्तु समीचीनम्. अग्रे तत्र मृणालिनी भगिनी अग्रे पठति वा. तथा च पार्थिवपर्ण अन्ते इति अन्ते इदमपि वक्तव्यं यत् न्यायशास्त्रे पार्थिवपरमाणवः जलीयपरमाणवः तेजसपरमाणवः वायवीयपरमाणवः च एते चत्वारः परस्परं नित्यं भिन्नाः पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते, जलीयपरमाणुभिः महज्जलम् उत्पद्यते, तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, जलीयपदार्थानां कारणानि जलीयपरमाणवः च. एते भिन्ना भिन्नश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः. अत्र परमाणु अपि समुदायः इति चिन्तितः अस्ति, जलीयपरमाणवः पार्थिवपरमाणवः. न, तत्र समुदायः इति न चिन्तनं, केवलं तत्र परमाणुषु परमाणुषु विधाः सन्ति, सर्वम् एकविधपरमाणु इति न वक्तुं शक्नुमः. तत्र पार्थिवपरमाणवः पार्थिवपरमाणु इति अस्ति, जलीयपरमाणु इति अस्ति, पार्थिवपरमाणु अपि जलीयपरमाणु तत्र समानं नास्ति. तर्हि अत्र पश्यतु, पृथ्व्याः वायुपरिमितं चतुर्षु द्रव्यमेव खलु, न किमस्ति, नवद्रव्याणि, द्रव्यमेव तत्र द्रव्यस्य एव तत्र परमाणु भवति खलु, तत्र परमाणुरूपेण तत्र नवद्रव्याणि सन्ति खलु, किन्तु तत्र आकाशः, मनः, आत्मा, तेषां तु तत्र तत्र अवयवाः न सन्ति खलु, केवलं तत्र अनित्यद्रव्यं नाम तत्र घटपटः तेषां तत्र अवयवाः इति स्वीकृत्य चरम अवयवाः तत्र पार्थिवपदार्थः, घटः पार्थिवपदार्थः इति स्वीकृत्य तस्य अवयवाः पार्थिवपरमाणवः, जलम् इति स्वीकुर्मश्चेत् तत्र नदी इति स्वीकुर्मश्चेत् तत्र नद्यां जलमस्ति, कीदृशं तत्र जलस्य निर्माणं कथम् अभवत् इत्युक्ते जलीयपरमाणवः सन्ति, तैः नदी जाता इति खलु. आम् आम्. तर्हि पठितव्यं. हा, पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते, जलीयपरमाणुभिः जलम् उत्पद्यते, तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, जलीयपदार्थानां कारणानि जलीयपरमाणवः च. तर्हि एते भिन्नश्रेण्यां स्थितः परमाणवः नित्यं भिन्नः इति भेदः विद्यते परमाणु. हा, नाम जलीयपरमाणु अपि पार्थिवपरमाणु भिन्नः अस्ति खलु. जलीयपरमाणुः पार्थिवपरमाणुः नास्ति. पार्थिवपरमाणुः जलीयपरमाणुः न कदापि भवितुम् अर्हति खलु. एकनिमिष भगिनि, हा एकनिमिष तत्र अस्तु. एतावत् प्रश्नः अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? तर्हि तत्र परमाणु इति स्वीकृत्य तत्र घटपटयोः संयोगः न कदापि जायते इति पूर्वम् अस्माकं प्रश्नः आसीत्. इदानीं समाधानं प्राप्तं, न न संयोगः भवितुमर्हति यद्यपि आशयः समानः तत्र पार्थिवपरमाणूनां समुदायः इति अस्ति, किन्तु यैः तत्र घटः इदानीमपि अस्ति, पटः इदानीमपि अस्ति, घटस्य प्रारम्भकपरमाणवः भिन्नाः, पटस्य आरम्भकपरमाणवः भिन्नाः, अतः आशयः समानः नास्ति, अतः तत्र संयोगः भवितुम् अर्हति. परमाणुषु तत्र भेदः कुत्र अस्ति इत्युक्ते केवलं तत्र पार्थिवपरमाणु अस्ति वा जलीयपरमाणु अस्ति वा इति तादृशः भेदः वर्तते तावदेव, अन्यः न को भेदः नास्ति. केवलं तत्र द्वै तत्र चतुर्विध्यम् इति तादृशम् अस्ति, नाम पार्थिवपरमाणवः, जलीयपरमाणवः, तेजसपरमाणवः, वायवीयपरमाणवः तावदेव तत्र परमाणुस्तरे अस्ति. अन्य कोऽपि भेदः तत्र नास्ति इति. अस्तु तर्हि तत्र समयोऽपि जातः, अत्र एव विरमाम. बृहाली भगिनी धन्यवादः. धन्यवादः. वदतु भगिनि. मम एकः प्रश्नः अस्ति, इदानीं पृच्छामि वा अग्रिमे वर्गे? एकनिमिषः, तत्र अहं तत्र ध्वनिमुद्रणं स्थगयामि, तदनन्तरं चर्चयामः. अस्तु, धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः. नमस्कारः.